महेज्यो प्रतिदेश न इमं यज्ञं विमिक्षत विप्रतान्नो भरे एमभिः स्यो न प्रतिदि भवानिक्षर निदेशानि यच्च न सर्म सप्रथः प्रद्यावा यज्ञै पृथिवी नमो अभिः सपादायिले बृहदीयजत्रे सिद्धिपूर्वे कवयो गृणन्तः पुरो महीतदिवे देवपुत्रे